सर्वेषां संस्कृतकक्षायां स्वागतम्. अहम् अधुना एकं श्लोकं श्रावयामि. विद्याविवादाय धनं मदाय शक्तिः परेषां परिपीडनाय खलस्य साधोर्विपरीतमेतत् ज्ञानाय दानाय च रक्षणाय. इत्युक्ते अत्र दुर्जनसज्जनयोः मध्ये भेदः कः? दुर्जनानां विद्या, धनं, शक्तिः कथं तेषाम् उपयोगः भवति? सज्जनानां विद्या अथवा सत्पुरुषाणां विद्या कथम् उपयोगः भवति इति एतत् श्लोकं वदति. सत्पुरुषाः तेषां विद्या ज्ञानार्थं, धनं दानार्थम्, अपि च तेषां शक्तिः रक्षणार्थम् उपयोगं कुर्वन्ति. एतदेव एतस्य श्लोकस्य अर्थः. अनन्तरं वयं गतसप्ताहे अन्य गीता, नमस्कारः. नमस्ते भगिनि, स्वागतम्. गतसप्ताहे वयं कानिचन प्रसिद्धानि अव्ययानि ज्ञातवन्तः, यथा अत्र, तत्र, कुत्र, अन्यत्र, सर्वत्र, एकत्र, तथा षट् अव्ययपदानि. सतीश पाटील, स्वागतं महोदय. षट् अव्ययपदानि वयं ज्ञातवन्तः. इत्युक्ते एतानि पदानि कुत्र उपयोगं कुर्मः, कथं तेषाम् उपयोगः भवति इत्यस्मिन् विषये वयं किञ्चित् पठितवन्तः. अत्र अहम् एकं विषयं वक्तुमिच्छामि. एतानि सर्वनामपदानि, एतानि अव्ययपदानि सर्वनामपदानाम् आधारेण निष्पन्नानि. इत्युक्ते अत्र पश्यन्तु, अन्यत्र, सर्वत्र, एकत्र इति पदम् इति पदेषु अत्र अन्य इति पदं सर्वनामपदं, सर्व इति पदम् अपि सर्वनामपदम्. अतः एतानि अव्ययपदानि सर्वनामपदानाम् आधारेण निष्पन्नानि वक्तुं शक्नुमः. एषः एकः मुख्यबिन्दुः. अनन्तरम् इदानीं पर्यन्तम् अहम् उक्तवती एतानि पदानि अव्ययानि इति उक्तवती अहम्. अव्ययम् एकवचने, बहुवचने अव्ययानि. अधुना अव्ययम् इत्युक्ते किम् इति पश्यामः. अव्ययम् इत्यस्मिन् विषये अहम् एकं श्लोकं वदामि स्मरणार्थम्. अव्ययम् इत्युक्ते किम् इति स्मरणार्थम् एषः श्लोकः समुचितः. सदृशं त्रिषु लिङ्गेषु, सर्वासु च विभक्तिषु, वचनेषु च सर्वेषु, यन्नव्येति तदव्ययम् इति वदन्ति. इत्युक्ते अस्य अर्थः कः इत्युक्ते, त्रिषु लिङ्गेषु, पुंलिङ्गे, स्त्रीलिङ्गे, नपुंसकलिङ्गे, अपि च सर्वासु विभक्तिषु, इत्युक्ते प्रथमाविभक्ति आरभ्य सप्तविभक्तिषु, सप्तसु विभक्तिषु, त्रिषु वचनेषु, एकवचने, द्विवचने, बहुवचने अपि, यत् पदं विकारं न प्राप्नोति अथवा तस्य परिवर्तनं न भवति, अथवा वयम् एकमेव रूपं सर्वदा एकमेव रूपं तिष्ठति, तत् पदम् अव्ययम्. तस्य परिवर्तनं न भवति, सर्वदा तथा एव तिष्ठति, अतः तस्य नाम अस्ति अव्ययम्. इदानीं पर्यन्तं वयं कानिचन अव्ययानि पदानि ज्ञातवन्तः. अत्र वयं तत्र अत्र सर्वत्र एकत्र इति पदानि जानीमः. केवलं भवन्तः पदानाम् अर्थः कः इति वयं जानीमः एव, परन्तु केवलम् आस्वादनार्थं वदामि. आस्वादनार्थं भगवद्गीतायाम् एकः श्लोकः अस्ति, यत्र योगेश्वरः कृष्णः यत्र पार्थो धनुर्धरः तत्र श्रीर्विजयोर्भूतिः ध्रुवा नीतिर्मतिर्मम इति श्लोकः अस्ति. तस्मिन् श्लोके यत्र तत्र, परन्तु इदानीं पर्यन्तं वयं न जानीमः यत्र इत्युक्ते किं, परन्तु अहम् अग्रे गत्वा वयं पठिष्यामः तस्मिन् विषये. परन्तु अत्र अस्मिन् श्लोके तत्र इत्युक्ते किं, तत्र इति पदमस्ति. तथा एव अन्यः श्लोकः अस्ति, यत्र नार्यस्तु पूज्यन्ते रमन्ते तत्र देवताः. यत्र नार्यस्तु पूज्यन्ते रमन्ते तत्र देवताः. तथा एव वयम् अन्यं श्लोकमपि वक्तुं शक्नुमः, यथा वयं जानीमः यत्र यत्र रघुनाथकीर्तनं तत्र तत्र कृतमस्तकाञ्जलिं बाष्पवारि परिपूर्णलोचनं मारुतिं नमत राक्षसान्तकम् इति श्लोकमपि वयं जानीमः. केवलम् आस्वादार्थम् एव अहम् उक्तवती. अधुना वयं किञ्चित् गृहपाठविषये पश्याम. गृहपाठविषये पश्याम. कः? सुचित्रा भगिनी, भवती वदति वा गृहपाठः कः, कृतवती वा भवती? तस्य गृहम् अन्यत्र अस्ति. पुस्तकं कुत्र अस्ति? पुस्तकं तत्र अस्ति. The other stuff I did is पुस्तकानि एकत्र सन्ति. वायु सर्वत्र सन्ति. वायुः सर्वत्र सन्ति. अत्र भगिनि, अत्र वायुः एकवचनम्, अतः वायुः सर्वत्र अस्ति. वायुः सर्वत्र अस्ति. सर्वत्र अस्ति. वृक्ष कुत्र अस्ति? वृक्षः अत्र अस्ति. मम मित्र अन्यत्र अस्ति. मम मित्रम् ओके. मम मित्रम् अन्यत्र अस्ति. उत्तमम्. That's all for me. Or I can do something with nasty. Mama putri. Mama putri adah patashala yam na gacchati. This is nasty. Na gacchati. So with nasty it will be like, you know, palam nasty. Palam kutra asti. Palam if I say palam is not there anywhere, palam अन्यत्र नास्ति, दट् करेक्ट्? फलम् अन्यत्र नास्ति, अत्र एव अस्ति. ओके, अत्र एव अस्ति. ओके, दट्स् ऑल फॉर मी. व्हाट यू मीन टू से इज द फ्रूट इज नॉट समवेयर, इट इज हियर ओनली. ओके ओके. उत्तमं भगिनि, धन्यवादः. अनन्तरं रघुपति आचार्य महोदय, भवान् वदति वा? अत्र अहम् अत्र सूचनां पठति वा? सूचना अस्ति अस्मिन् पुटे. ओके, एतस्य कोष्टकस्य आधारेण वाक्यानि लिखतु. भवान् अवगच्छति, अत्र भवान् अवगच्छति वा? हा अवगच्छामि. एतस्य कोष्टकस्य पदयोः विभक्तिः का? षष्ठीविभक्ति. एतस्य कोष्टकस्य षष्ठीविभक्ति, एतस्य कोष्टकस्य एतस्य विशेष विशेषण षष्ठीविभक्ति. उत्तमम् उत्तमम्. अत्र पश्यतु, अहं कानिचन प्रश्नान् पृच्छामि. अत्र कोष्टकस्य आधारेण लिखतु इति अस्ति, कस्य आधारेण लिखतु इति अहं पृच्छामि. उत्तरम् अस्ति कोष्टकस्य आधारेण वाक्यानि लिखतु इति. उत्तमं. कोष्टकस्य आधारेण किं लिखतु? कोष्टकस्य आधारेण वाक्यानि लिखतु. वाक्यानि लिखतु. उत्तमं. कस्य कोष्टकस्य आधारेण लिखतु? एतस्य कोष्टकस्य आधारेण वाक्यानि लिखतु. उत्तमम्. अत्र कति वाक्यानि रचनीयानि? अत्र एकादश द्वादशवाक्यानि लेखनीयानि. उत्तमं. द्वादशवाक्यानि लेखितुं शक्नुमः अत्र. उत्तमम्. अनन्तरम् अत्र अस्मिन् कोष्टके प्रश्नवाचकपदं किम्? अस्मिन् कोष्टके प्रश्नवाचकं कुत्र इति प्रश्नवाचक शब्दः अस्ति. शब्दः कुत्र इति, कुत्र इति पदं पदं नपुंसकलिङ्गं, शब्दः पुंलिङ्गम्. प्रश्नवाचकम्. अनन्तरं प्रश्नवाचकपदं, प्रश्नवाचकवाक्यं रचयतु. मम पुस्तकम् अत्र अस्ति वा? उत्तमं. परन्तु अत्र वा इति उपयुज्य अपि वाक्यं रचयितुं शक्नुमः. परन्तु अत्र प्रश्नवाचकपदम् उपयुज्य. मम पुस्तकं कुत्र अस्ति? उत्तरं किम्? मम पुस्तकं तत्र अस्ति. तत्र अस्ति. भवानपि वाक्यानि श्रावयन्तु. गृहपाठरूपेण यत् लिखितवान् श्रावयतु महोदय. क्षम्यतां भगिनि, न कृतवान्. अधुना करोतु. अधुना मम लेखनी अस्ति. तत्र उपयुज्य एकमेकं वाक्यं. मम पाठशाला तत्र अस्ति. उत्तमम्. अनन्तरं सर्वत्र. देवः सर्वत्र अस्ति. उत्तमम्. अन्यत्र. अन्यत्र मम पुस्तकम् अन्यत्र अस्ति. उत्तमम्. अनन्तरम् एकत्र. एकत्र मम गृहे पुस्तकानि एकत्र सन्ति. एकत्र सन्ति. उत्तमं. धन्यवादः महोदय. उत्तमम्. अनन्तरं कः वक्तुमिच्छति? अन्यानि वाक्यानि, नूतनानि वाक्यानि वक्तुमिच्छन्ति चेत् वदन्तु. कः वदति नूतनानि वाक्यानि? अत्र इदानीं पर्यन्तं वयं जानीमः पुस्तकम् अत्र अस्ति, पुस्तकं तत्र अस्ति, तदा वयं जानीमः. परन्तु कानिचन नूतनानि वाक्यानि शृणुमः. किमर्थं चेत् भाषाज्ञानं कथं वर्धते इत्युक्ते नूतनानि वाक्यानि श्रोतव्यानि. वि नीड् टु लिसन् टु द न्यू सेण्टेन्सेस्. नूतनानि वाक्यानि श्रवणीयानि. कोऽपि वक्तुम् इच्छति चेत् वदन्तु. अहं प्रयत्नं करोमि भगिनि. वदतु भगिनि. अत्र इदानीं बहु शीतमस्ति. मम भ्रातस्य नगरे शीतं नास्ति, उष्णम् अस्ति. पुनः तदेव वाक्यं वदतु भगिनि. अद्य अत्र बहु शीतम् अस्ति. हलो, चेत् शीतल भगिनी, यु आर् कटिङ्ग् औट्. सारि भगिनी, ऐ मिस्ड् वाट् एवर् यु सेड्. Really? Hello, can anyone else hear me? Yeah, I can hear you. She'll probably log on. Hello? Hello? Agatavati. Someone logged in. Ashwete ba? Ashwete. Haan, Ashwete bhagini. Ashwete bhagini. Ashwete ba? Atra? शैत्यं, शीतलस्य भावं शैत्यं. शैत्यं, ओके भगिनि. अत्र पुनः वदतु वाक्यं. अद्य अत्र शैत्यं, बहु शैत्यम् अस्ति. मम भ्रातः फ्रीमाण्ट् नगरे अस्ति. तत्र शैत्यं किञ्चित् अपि नास्ति. उत्तमम्. अनन्तरम् अन्यत् वाक्यं वक्तुमिच्छति चेत्. अत्र सर्वत्र हिमम् अस्ति. अन्यत्र I don't know if this sentence will make sense. Anyatra himam nasti. Atra himapataha iti vadamachit samyak bhavati. Himapataha. Himapataha. Snow. Asti. So himam is that not a word, Bhagini? Himam. भगिनि, हिममपि सम्यक् एव. हिममपि सम्यक् एव. ओके, इत्युक्ते वट् इस् द मीनिङ्ग्? वाट्स् द मीनिङ्ग् हिमम्? हिमम् इत्युक्ते स्नो. स्नो स्नो हिमपातः इत्युक्ते स्नोफाल्. स्नोफाल् हिमपातः. धन्यवादः. कः उत्तमं भगिनि. अन्यानि वाक्यानि वक्तुमिच्छति वा? अन्यानि दिस् भाषावर्गाः this, how do I say this, Bhagini? This bhasha varga bhasha vargasya chhatraha that we are all ekatra as santi smaha ekatra smaha ekatra smaha atra through internet. Okay, through I don't internet. Know enough words to make this sentence. Kshamyatam bhagini. अत्र पश्यतु एषः पदात् एतस्य पदम् आगच्छति. एतस्य भाषावर्गस्य सर्वे छात्राः वयं सर्वे छात्राः. अस्मिन् कक्षायाम् अस्यां कक्षायां वयं सर्वे अत्र एकत्र मिलित्वा पठामः. अस्यां कक्षायां वयं सर्वे मिलित्वा एकत्र उपविश्य पठामः. इण्टर्नेट् इण्टर्नेट् माध्यमेन अन्तर्जालमाध्यमेन पठामः. अन्ये कोऽपि वक्तुमिच्छन्ति वा नूतनानि वाक्यानि? प्रयत्नं कुर्वन्तु. नास्ति चेत् अहं कानिचन नूतनानि वाक्यानि श्रावयामि. अत्र यदि गृहे मातापुत्र्योः सम्भाषणं शृणुमश्चेत् तत्र माता पुत्रीं प्रति वदति, पुत्री अत्र आगच्छतु, एकत्र तिष्ठतु, इतस्ततः मा गच्छतु इति वदति शिशुं प्रति. तथा एव यदि वयं कार्यालयं प्रभुत्वकार्यालयं गच्छामश्चेत् तत्र अधिकारी अस्ति, सः वदति अत्र हस्ताक्षरं स्थापयतु, पुट् योर् सिग्नेचर् हियर् इति वदति. तथा एव अनन्तरं यदि माता पुत्री पुत्री भोजनं कुर्वती अस्ति, तदा सा वदति इत्युक्ते मातरं प्रति वदति, अम्बा अत्र किञ्चित् अन्नं परिवेशयतु, सर्वमे सम्मर् फूड् गृहे गृहस्थः अस्ति. गृहस्थः इत्युक्ते यः गृहे तिष्ठति सः गृहस्थः. गृहस्थः अतिथिं प्रति वदति. अतिथिः इत्युक्ते भवन्तः सर्वे जानन्ति एव, तिथि इत्युक्ते कः वदति? तिथि इत्युक्ते तिथि जानन्ति वा? डे तिथि एव. अतिथिः इत्युक्ते यः तिथिं विना आगच्छति, इत्युक्ते वितौट् अवर् नोटिस्, वितौट् इण्टिमेशन्, अनौन्स्ड् यः आगच्छति सः एव अतिथिः. गृहस्थः अतिथिं प्रति वदति, भोः अत्र विश्रामं करोतु, अत्र उपविशतु, तथा वदति. अनन्तरं तत्र इति पदम् उपयुज्य वाक्यानि रचयामश्चेत् पुत्री मातरं प्रति वदति, किं वदति? सा पाठशालां गन्तुमिच्छति, पाठशालां गन्तव्यम्, अतः सा वदति माता माते मम पुस्तकं कुत्र अस्ति? तदा माता किं वदति? भवत्याः पुस्तकं तत्र एव कुत्रचित् स्यात्, किञ्चित् अन्वेषयतु, किञ्चित् अन्वेषणं करोतु इति वदति साधारणतया. तथा एव वयं अत्र कारयाने गच्छामः, यदा कारयाने गच्छामश्चेत् तदा मार्गे दुर्घटना भवति, तदा वयं 911 काल् कुर्मः. 911 सेवकः किं वदति? झटिति, वयं तक्षणं वयं तत्र एव आगमिष्यामः इति वदति. तत्र आगमिष्यामः वयम् इति वदति. तथा वयं किञ्चित् किञ्चित् प्रयत्नं कृत्वा नूतनानि वाक्यानि अपि रचयितुं शक्नुमः. अत्र कुत्र इति पदस्य विषये किञ्चित् अभ्यासं कुर्मः अधुना. अहं भवद्भ्यः कानिचन पदानि ददामि, पदद्वयं ददामि, भवन्तः वाक्यद्वयं रचयन्तु. अत्र शोभा भगिनी, भवत्याः कृते जलं चषकः, कथं वाक्यरचना करणीयम् इत्युक्ते जलं कुत्र अस्ति? जलं चषके अस्ति तथा वक्तव्यं, तथा वाक्यद्वयं. भवत्याः कृते पुस्तकं स्यूतः, पिता कार्यालयः इति. अनन्तरं वंशी सुधा भगिनी, भवत्याः कृते सूर्यः आकाशः. लिखतु भगिनी. दधि पात्रम्. अनन्तरं वृक्षः वनं. अनन्तरं गीता भगिनी, भवत्याः कृते अन्नं स्थालिका, उपनेत्रं पेटिका. ओ, अन्नं स्थालिका, उपनेत्रं पेटिका. तथा अनन्तरं सतीशमहोदय, फलरसं कूपी. सतीशमहोदय, भवतः कृते मीनः नदी. अनन्तरं सुचित्रा भगिनी, भवत्याः कृते अपि नूतनानि पदानि कानि? अन्नं स्थालिका. अनन्तरं फलरसानि कूपी, उपनेत्राणि स्यूतः. तथा रघुपति आचार्यमहोदय, भवतः कृते पुस्तकानि पेटिका. अनन्तरं जलं नदी तथा. अधुना वाक्यरचनां कुर्मः. शोभा भगिनी, भवत्याः कृते वाक्यानि दत्तवती वा अहम्? आं भगिनि. मम पिता कार्यालयाः गच्छति. प्रथमं वाक्यं कुत्र इति पदम् उपयुज्य, मम पिता कुत्र? सारि भगिनि, मम पिता कुत्र अस्ति? मम पिता कार्यालये अस्ति. तत्र किं करोति? तत्र उद्योगं करोति. उद्योगं करोति. किमर्थं चेत् तत्र पदम् उद्योगः, अतः उद्योगः साधारणतया क्रू धातुः कर्मपदं स्वीकरोति, अतः उद्योगः इति पदस्य द्वितीया विभक्तेः रूपम् उद्योगं करोति इति. उद्योगं करोति, समीचीनमेव. पुस्तकम् अन्यान् पुस्तकं कुत्र अस्ति? पुस्तकं स्यूते अस्ति. स्यूतः इत्युक्ते? स्यूतः मीन्स् बेग्. बेग् जानाति भवती. उत्तमं भगिनि. अनन्तरं कः कर्तुमिच्छति? वंशी सुधा भगिनी भवती वदतु. सूर्यः कुत्र अस्ति? सूर्यः आकाशे अस्ति. सूर्यप्रकाशः सर्वत्र अस्ति. दधी कुत्र अस्ति? दधी पात्रे अस्ति. वृक्षः कुत्र अस्ति? वृक्षः वने अस्ति. अत्र दधि, दधि इति पदं ह्रस्व इकारान्तम्. पुनः तदेव वाक्यं वदतु. दधि कुत्र अस्ति? दधि पात्रे अस्ति. समीचीनं भगिनी. इदानीम् एकं वाक्यं, सर्वे बालकाः एकत्र आगच्छन्तु शक्यं महोदय? सर्वे बालकाः एकत्र आगच्छन्तु, अत्र आगच्छन्तु, एकत्र आगच्छन्तु, आल् किड्स् कम् टु वन् प्लेस् इति वदामः, शक्यते? सर्वे बालकाः अत्र आगच्छन्तु, तत् समीचीनं. सर्वे बालकाः एकत्र सन्ति, एकत्र सन्ति. अस्तु अस्तु महोदय, धन्यवादः. वदतु भगिनि. अन्यः वदामि. अन्नं कुत्र अस्ति? अन्नं स्थालिकायाम् अस्ति. उपनेत्रं कुत्र अस्ति? उपनेत्रं पेटिकायाम् अस्ति. अनन्तरम् अन्यत् पदमस्ति वा? देवः कुत्र अस्ति? देवः सर्वत्र अस्ति. सम्यक्. उत्तमम्. अनन्तरं सतीश् महोदय, भवान् कर्तुम् इच्छति वा? महोदय, भवान् करोति वा? मीना कुत्र अस्ति? मीनः नद्याः अस्ति. मीनः नद्यां वसति. वसति. अनन्तरम् अन्यत् वाक्यम्. अन्यत् वाक्यं, भवान् कुत्र अस्ति? भवान् कुत्र गच्छसि? अहं गृहे कुत्र गच्छसि? भवान् इति पदम् उपयुज्य वाक्यरचनां कुर्मश्चेत् कुत्र गच्छति, परन्तु त्वम् इति उपयुज्य वदामश्चेत् गच्छसि इति वदामः, परन्तु अन्यत् वाक्यमस्ति वा महोदय? अन्यत्र मम पुस्तका मम पार्श्वे अस्ति, अन्यत्र नास्ति. अन्यत्र नास्ति. मम पुस्तकं मम पार्श्वे अस्ति, अन्यत्र नास्ति. उत्तमम्. अन्यत् वाक्यं, सर्वत्र कः सर्वत्र अस्ति? कः सर्वत्र अस्ति? ईशः सर्वत्र अस्ति. ईशः सर्वत्र. देवः सर्वत्र अस्ति. उत्तमम्. उत्तमम्. सुचित्रा भगिनी, भवती करोति वा? अहं प्रतिदिनं देवस्य अन्नं ददाति. पुनः वदतु भगिनि. अहं प्रतिदिनं अन्नं स्थालिकायां फोर् गाड् अत्र केवलं पदद्वयं दत्तवती. पदद्वयं किं भवत्याः? वाट् आर् द वर्ड् दट् ऐ गेव् टु यु? Okay, you gave annam and stalika. So, aham pratidinam अन्नं केवलं वाक्यद्वयं लघुवाक्यानि रचयतु. लघुवाक्यानि इत्युक्ते अन्नं कुत्र अस्ति. ओके ओके, अन्नं कुत्र अस्ति? अन्नं स्थालिकायाम् अस्ति. तावदेव. अनन्तरं फलरसं कुत्र अस्ति? फलरसं कूप्यायाम् अस्ति. फलरसं कूप्यायां. फलरसं कूप्यां. कूप्यां. ओके, कूप्यां अस्ति. Supposing I say like that, mama putriya phalarasam kupyayam icchati. Is that correct? Bhagini, bhavatyah guruhe kinchit noise, background noise asti. Yes. Bhagini. Kinchit pashyatu. Punaha vadatu vakyam, tadeva vakyam. Yes. Mama putriyayam phalarasam kupyayam icchati. Is that correct? मम पुत्री फलरसं कूप्याम् इच्छति. कूप्यायाम् इच्छति. She likes juice in a glass. My daughter likes juice in a glass. ओ, मम पुत्री कूप्यां फलरसम् इच्छति. ओ, कूप्यां फलरसम् इच्छति. ओके ओके. उपनेत्रं सूत्यस्य अस्ति. उपनेत्रं कुत्र अस्ति? उपनेत्रं सूत्यस्य अस्ति. सो ऐ वाण्ट् टु से भगिनि, अत्र उपनेत्रं कुत्र अस्ति? तस्य उत्तरं किम्? उपनेत्रं सूत्यस्य अस्ति. सूत्यायाम् अस्ति. सूते न भगिनि. किमर्थं चेत् अत्र स्यूतः पुंलिङ्गपदम्, अतः स्यूते सप्तमे विभक्तिरूपं. पुंलिङ्गपदमस्ति चेत् स्यूते इति भवति. यदि स्त्रीलिङ्गपदमस्ति चेत् उत्पीठिकायाम् अथवा कूप्यां, नद्यां, तथा स्त्रीलिङ्गपदम् अस्ति चेत् तत्र कूप्यां भवति. परन्तु अत्र स्यूतः इति पदं पुंलिङ्गपदम्, अतः स्यूते अस्ति. अन्यत् वाक्यमस्ति वा? उपनेत्रं कुत्र अस्ति? उपनेत्रं सूते अस्ति. उपनेत्रं कुत्र अस्ति? उपनेत्रं उत्पेटिकायाम् अस्ति. उत्पेटिकायाम् अस्ति अथवा उत्पेटिकायाः उपरि अस्ति. समीचीनं. उत्पेटिकाया उपरि अस्ति. उत्तमम्. अनन्तरं सूते कुत्र अस्ति? स्यूतः. स्यूतः कुत्र अस्ति? स्यूतः निधानिकायाम् अत्र अस्ति. स्यूतः निधानिकायाम् अस्ति. अस्ति. तदपि समीचीनमेव. स्थालिकायां कुत्र अस्ति? अत्र पश्यतु भगिनि, स्थालिका कुत्र अस्ति? स्थालिका कुत्र अस्ति? स्थालिका स्थालिका स्थालिका सिङ्क्. हौ डु ऐ से दट्? स्थालिकाया पाकशालायाम् अस्ति. स्थालिकायां स्थालिका पाकशालायाम् अस्ति. पाकशालायाम् अस्ति. उत्तमम्. धन्यवादः भगिनी. अनन्तरं रघुपति आचार्य महोदय, भवान् करोति वा? भवान् भगिनि, पुस्तकानि कुत्र सन्ति? पुस्तकानि पेटिकायां सन्ति. जलं कुत्र अस्ति? जलं नद्याम् अस्ति. पेटिकायां किम् अस्ति? पेटिकायां पुस्तकानि सन्ति. उत्तमम्. अनन्तरं तावदेव. ओन्लि टु एव. उत्तमम्. सम्यक् महोदय. अनन्तरम् अधुना वयं धन्यवादः. अनन्तरं वयं लघुकथां पठामः. सर्वे कथां पार्श्वे स्थापयन्तु. किञ्चित् कथां पठामः. कः पठति? वंशी सुधा भगिनी पठितुमिच्छति वा? शोभा भगिनी भवती कृतवती वा वाक्यानि? उत्तमम्. वंशी सुधा भगिनी भवती करोति वा अत्र कथा? एकनिमिषं भगिनि, अहं करपतोद्घाटयामि. अस्ति अस्ति भगिनि, किञ्चित् विलम्बः जातः, साफ्ट्वेर् किञ्चित् मन्दम् अस्ति. हा, आगच्छति. कदा कुत्र सर्वत्र भगिनि? कुत्र सर्वत्र एकं गुरुकुलं, तत्र एकः गुरुः. गुरुः महापण्डितः. एकः बालकः आगच्छति, वदति, अहं भवतः शिष्यः भवितुम् इच्छामि. गुरुः वदति, तदर्थम् एका परीक्षा अस्ति. शिष्यः वदति, भवतु. गुरुः पृच्छति, देवः कुत्र अस्ति? शिष्यः वदति, देवः सर्वत्र अस्ति. सः कुत्र नास्ति इति भवान् एव वदतु इति. गुरु सन्तुष्टः भवति. बालकः तस्य शिष्यः भवति. अवगच्छति वा? अवगच्छामि भगिनि. किञ्चित् स्वस्य वाक्यैः वदतु. एकं गुरुकुलं, गुरुकुलम् इत्युक्ते, गुरुकुलम् इत्युक्ते इङ्ग्लिश् वदामि भगिनि. किमपि वदतु. गुरुकुलम् इत्युक्ते इद स्कूल्, वेदपाठशाला. इदानीं तत्र एकः गुरुः इत्युक्ते तत्र यत्र गुरुः छात्रान् पाठयति, यत्र गुरुः छात्रान् पाठयति तदेव गुरुकुलं. अथवा गुरोः गृहं. गुरुः आम् आं भगिनि. गुरुः महापण्डितः. गुरुः एव महापण्डितः अस्ति. एकः बालकः आगच्छति, वदति. एकः बालकः आगच्छति, किं वदति एव वदामः. अहं भवतः शिष्यं भवितुम् इच्छामि. शिष्यः वदति, गुरुमहोदय, अहं तव शिष्यः अहम् इच्छामि. इत्युक्ते अहं भवतः पार्श्वे पठितुम् इच्छामि, कृपया मां पाठयतु. आम् पाठयतु. गुरुः वदति, तदर्थम् एका परीक्षा अस्ति. इत्युक्ते एका परीक्षा, शिष्यः एका परीक्षा अस्ति. किञ्चित् परीक्षा उत्तीर्ण अस्ति चेत् अहं शिष्यः रूपेण तं स्वीकरोमि. भवन्तं शिष्यः वदति, भवतु, अस्तु, भवतु. गुरुः पृच्छति, देवः कुत्र अस्ति? गुरुः पृच्छति, देवः कुत्र अस्ति? शिष्यः वदति, देवः सर्वत्र अस्ति. सः कुत्र नास्ति इति भवान् एव वदतु इति. शिष्यः वदति, देवः सर्वत्र अस्ति, कुत्रैव नास्ति भवान् गुरुः एव वदतु इति शिष्यः वदति मन्ये. गुरु बहु सन्तुष्टः भवति. इदानीं पर्यन्तं बालकः शिष्य एव शिष्यरूपेण स्वीकरोति. उत्तमं, तदेव. तथा बालकः तस्य शिष्यः अभवत्. अनन्तरम् इत्युक्ते उत्तरं पश्यतु, बालकः यत् उत्तरं दत्तवान् उत्तरं सम्यक् एव, सः बुद्धिमान् बालकः, वेरि इण्टेलिजेण्ट्, अपि च विवेकी अपि अस्ति. अतः एव उत्तरं सम्यक् रूपेण दत्तवान्. परं देवः सर्वत्र अस्ति, कुत्र नास्ति भवान् एव वदतु इति वदति. उत्तमं, सर्वान् पदानि सर्वे पदानि सन्ति भगिनि, सर्वत्र कुत्र वदति, क्रियापदानि सर्वे अस्ति नास्ति सर्वत्र अस्ति, बहु सम्यक् पदाः भगिनि. उत्तमम्. अनन्तरं कः वदति कथायाः नीतिः का? शोभा भगिनी वदति वा? आं भगिनि. महोदय वदति वा कथायाः नीतिः? वदतु महोदय, रघुपतिमहोदय वदतु. कथायाः नीतिः अस्ति देवः सर्वत्र अस्ति इति. देवः सर्वत्र अस्ति इति वाक्यं वयं जानीमः, परन्तु वदतु भगिनि. अनदर् नीति आल्सो अस्ति भगिनि, वदतु. शिष्यः सूटबल् teacher has to test the shishya and make sure he is suitable for the transfer of jnana. Uttamam. Tadeva patrata iti vadamaha. Patrata ichukte deservedness. Patrata shishyasya patrata parikshanam krutva shishyam शिष्यं स्वीकरणीयं स्वीकर्तव्यम् अथवा अनियर् अपि च तव्यत् अपि सम्यक् एव. अनियर् इत्युक्ते स्वीकरणीयम् अथवा तव्यत् इत्युक्ते स्वीकर्तव्यं. परीक्ष्य पुनः वदतु तदेव वाक्यं. गुरुः सर्वदा शिष्यस्य पात्रं पात्रतां परीक्ष्य अत्र पश्यतु भगिनि. अत्र ईक्ष्य परि इति उपसर्गः. यदि पुरतः उपसर्गः अस्ति चेत् तदा ल्यबन्तप्रयोगं कुर्मः. ल्यबन्तप्रयोगम् इत्युक्ते त्वान्तं न, ल्यबन्तप्रयोगं कृत्वा वदामः इत्युक्ते परीक्ष्या शिष्यं. यदि परीक्षा इति पदमस्ति चेत् कृत्वा तस्य आवश्यकता नास्ति. परीक्ष्या शिष्यं स्वीकृत्वा स्वीकर्तव्यम् अथवा स्वीकरणीयं सारि. उत्तमम्. अनन्तरं द्वितीयं वदतु. नीतिः द्वितीयं नीतिः द्वितीया नीतिः भवति वा अस्ति वा? शिष्यः सो गुरु हेस् टु मेक् शूर् शिष्य पात्रं तस्मिन् पात्रता अस्ति वा नास्ति वा इति अवगन्तव्यं प्रथमतया, अनन्तरमेव शिष्यरूपेण स्वीकर्तव्यम्. अनन्तरम् अत्र भगवान् सर्वत्र अस्ति इति वयं केवलं वाक्यरूपेण जानीमः, परन्तु कथञ्चित् अपि तत् सत्यम् अस्माभिः अवगन्तव्यम्. इत्युक्ते वि नो दट् गाड् इस् एव्रिवेर् बट् वि नीड् टु रियलि फील् इट् रैट्. सिम्प्लि जनरलि वि डू से दट् बट् इट् हेस् टु बि अण्डर्स्टुड् कथञ्चित् सत्यं तत् तदेव सत्यं, भगवान् सर्वत्र अस्ति इति सत्यं सत्यम् अस्माभिः सम्यक् रूपेण अवगन्तव्यं. सत्यं किल? उत्तमम्. अनन्तरं वयं किञ्चित् अन्यम् अभ्यासं कुर्मः. अत्र भगिनी, प्रातःकाले भगवान् सूर्यरूपेण अस्ति, रात्रिकालेन चन्द्ररूपेण अस्ति, सर्वत्र एव भगवन्तः अस्ति. भगवान् अस्ति आं भगिनि, उत्तमम्. अनन्तरम् अत्र नवमे पुटे अत्र किमस्ति इति किञ्चित् पश्याम. तत्र मम नाम लक्ष्मीः इति साधारणतया अहं वदामि. अनन्तरम् अहं लक्ष्मीः इति वदामि चेदपि समीचीनं. मम नाम लक्ष्मीः अथवा अहं लक्ष्मीः, अहं लक्ष्मीः, अहं शिक्षिका. सुचित्रा भगिनी, भवत्याः नाम किं, भवती का, वदतु. मम नाम सुचित्रा भगिनी. भवती का? नो, ऐ डिन्ट् हियर् यू भगिनी. भवती, भवती का इत्युक्ते भवती भवती भवती किं करोति? अहं गृहिणी भगिनी. उत्तमम्. भवत्याः पूर्णं नाम किम्? मम पूर्णनामं सुचित्रा माधवन्. उत्तमम्. अत्र नाम इति पदं नपुंसकलिङ्गपदम्, अतः तस्य विशेषणमपि नपुंसकलिङ्गे भवति, अतः पूर्णं नाम इति वदामः. उत्तमं. रघुपति आचार्यमहोदय, अहं लक्ष्मीः, अहम् अध्यापिका, भवान् कः? अहं संस्कृतविद्यार्थी. संस्कृतविद्यार्थी, उत्तमम्. अनन्तरं शोभा भगिनी, अहं गृहिणी, अहं गृहिणी, भवती का? अहं गृहिणी. माता, अहं माता. उत्तमं. वंशीसुधा भगिनी, अहं छात्रा अथवा अहं विद्यार्थिनी, भवती का? अहं विद्यार्थिनी एव भगिनी. उत्तमं. गीता भगिनी, केवलम् अभ्यासार्थं वदामि, गीता भगिनी, अहं नर्तकी अथवा अहं गायिका, भवती का? केवलम् अभ्यासार्थमेव वदामि. अहं वैद्या अस्मि. उत्तमम्. अनन्तरं सतीश् महोदय, अहं कार्यनिवृत्तः यान्त्रिका अस्मि. पुनः वदतु. अहं कार्यनिवृत्तः यान्त्रिकः अस्मि. आङ्ग्लभाषायां वदतु महोदय. I am retired engineer. उत्तमम्. अहं कार्यनिवृत्तः यान्त्रिकः अस्मि, कार्यनिवृत्तो यान्त्रिकः अस्मि। अत्र पश्यतु महोदय, भवान् उक्तवान् इञ्जिनियर्, इञ्जिनियर् इति उक्तवान्, अतः संस्कृतभाषायाम् इञ्जिनियर् इत्युक्ते अभियन्ता, अभियन्ता, अभियन्ता, थैंक् यू। उत्तमम्। अवयन्ता भगिनि? अभियन्ता, अभियन्ता महोदय, पुनः एकवारं भगिनि, अत्र अभियन्ता इति पदं पुंलिङ्गपदं, परन्तु स्त्रीलिङ्गे अभियन्त्री भवति, अभियन्त्री भवति। अनन्तरम् अधुना एव किञ्चित् पश्याम, अहं पुंलिङ्गे वृत्तेः नाम वदामि, भवन्तः स्त्रीलिङ्गे वदन्तु, स्त्रीलिङ्गरूपं वदन्तु। निवृत्ता, अभियन्ता, तत्र निवृत्तः किमर्थं चेत् तत्र पुंलिङ्गे वदामः, निवृत्तः अभियन्ता। ओके, अत्र अहं कानिचन पदानि लैक् पुंलिङ्गे वृत्तेः नाम वदामि, भवन्तः स्त्रीलिङ्गे वदन्तु। यथा अभिनेता, कः वदति अभिनेता पुंलिङ्गे? अभिनेता, स्त्रीलिङ्गे किम्? अभिनेत्री। उत्तमम्। अभिनेता इत्युक्ते एक्टर्, एक्टर्। अभिनेत्री, एक्ट्रेस्, एक्ट्रेस्। उत्तमम्। अधिवक्ता, पुंलिङ्गे अधिवक्ता, स्त्रीलिङ्गे किं भवति? उत्तमं महोदय, वदतु। अधिवक्त्री, तथा एव अभियन्ता, अधिवक्त्री। मीनिङ्ग् किम् अस्ति भगिनि? फिमेल् लायर् भगिनि, अधिवक्ता, अधिवक्ता, फिमेल् लायर्। अभियन्ता, भवन्तः वदन्तु, अभियन्ता, अभियन्त्री। उद्योगी, पुंलिङ्गे किं भवति? उद्योगिनी। उत्तमम्, उत्तमम्। गृहस्थः, गृहिणी। उत्तमम्। युवकः, युवती। उत्तमम्। युवतिः, पुरुषः, युवतिः। पुरुषः, महिला। वृद्धः, वृद्धा, वृद्धा। वैद्यः, शिक्षकः, शिक्षिका। विद्यार्थी, विद्यार्थिनी। गायकः, गायिका। लेखकः, लेखिका। उत्तमम्। अनन्तरम् अत्र भवान् कः, भवती का इति भवन्तः जानन्ति एव, इत्युक्ते भवान् कः इत्युक्ते भवान् किं कार्यं करोति, भवती किं कार्यं करोति, भवत्याः उद्योगः कः इति अर्थः। अत्र भवान् कः इत्यस्मिन् विषये अहम् एकां लघुं कथां वदामि। अत्र एकदा रामकृष्णपरमहंसः विवेकानन्दं पृष्टवान्, किं पृष्टवान्? कस्त्वं, कस्त्वम् इत्युक्ते कः त्वम् इत्युक्ते, इत्युक्ते भवान् कः, हू आर् यू इति पृष्टवान्। रामकृष्णपरमहंसः विवेकानन्दम् उद्दिश्य पृष्टवान्। तदा विवेकानन्दः वदति सोऽहम्, इत्युक्ते सः अहम्, अत्र तत्र विसर्गसन्धिः भवति, अतः सोऽहम् सः अहम्। सः इत्युक्ते सः परमात्मा एव अहम्, तदेव अहम् अवगच्छामि, अहम् अन्यः नास्ति, अहं केवलं सः परमात्मा एव अहम् इति अहम् अवगच्छामि इति सः उक्तवान्। तदा रामकृष्णपरमहंसः अन्यं शिष्यं पृष्टवान्, भवान् कः इति पुनः पृष्टवान्। तदा सः वदति अहं दासोऽहम् इति उक्तवान्। तदा रामकृष्णपरमहंसः पृच्छति कस्य दासः, दासोऽहम् इत्युक्ते दासः अहम्। तदा रामकृष्णः वदति कस्य दासः भवान् इति उक्तवान्। तदा सः वदति ईश्वरस्य दासः अहम्। तथा विवेकानन्दः वदति सः परमात्मा एव अहम्, सोऽहं वदति, परन्तु अन्यः शिष्यः वदति दासोऽहम्, अहं परम ईश्वरस्य दासः अहं, तथा वदति। तथा तयोर्मध्ये चर्चा जाता। तथा एव कोऽहं, कोऽहम् इत्युक्ते भवान् कः अहम् इति प्रश्नः सर्वेषां मनसि यदा कदापि आगच्छति। Sometimes, this question should arise in our mind. Koham, aham kaha. Koham ichukte kaha aham. Who am I? Who am I? Iti prashnaha, sarvesham manasi agantavyaha eva, tasya uttaram datavyam eva, tasya uttaram datavyam asmakam uttaradayitvam. इत्युक्ते इट् इस् अवर् रेस्पान्सिबिलिटि टु आन्सर् दट् क्वश्चन् बिफोर् वी डै, अहं चिन्तयामि उत्तरं दातव्यं। सम्यक् चिन्तवान्, चिन्तयति रामणमहर्षि पुस्तकमेव पश्यामि भगिनी, सर्वं कः अहं सर्वे प्रश्नाः सन्ति, कः अहं सोऽहम्, केचन जनाः वदन्ति दासोऽहं वदन्ति, परन्तु केचन जनाः वदन्ति सोऽहम्। किमर्थं तथा? एकम् अद्वैतमस्ति, एकं अद्वैतमस्ति। सम्यक् भगिनि, तदेव अनन्तरं वयं बहु सम्यक् अत्र भगिनि, अनन्तरम् अत्र दशमे पुटे, दशमं पुटं प्रति गच्छेम अधुना। अत्र अत्र किमस्ति, अत्र एक यदि ध्वनिः अस्ति चेत् किञ्चित् म्यूट् कुर्वन्तु। अत्र यदि वंशीसुधा भगिनी मम पार्श्वे अस्ति चेत् अहं किं वदामि, एषा वंशीसुधा, एतस्याः नाम वंशीसुधा, एतत् पुस्तकम्, एतत् पुस्तकं वंशीसुधा भगिन्याः पुस्तकम् अथवा वंशीसुधायाः पुस्तकम् अथवा एतत् पुस्तकं भगिन्याः पुस्तकं, तथा वदामः। यदि सतीशमहोदयः सः मम पार्श्वे अस्ति चेत् किं वदामि, एषः सतीशः, एतस्य नाम सतीशः, एतत् एतत् दूरवाणी, एषा दूरवाणी, एषा दूरवाणी, सतीश् महोदयस्य दूरवाणी, सतीशमहोदयस्य पुस्तकं, सतीशमहोदयस्य सङ्गणकम्, अथवा सतीशस्य महोदयस्य इति वदामः, तथा एव एतस्य पुस्तकं, यदि पुंलिङ्गे वदामश्चेत् एतस्य पुस्तकं, यदि स्त्रीलिङ्गे वदामि चेत् एतस्याः पुस्तकम्, एतस्याः, तदेव भेदः. समीपे अस्ति चेत् एतस्य, पुंलिङ्गे, स्त्रीलिङ्गे एतस्याः, यदि दूरे अस्ति चेत् तस्य, पुंलिङ्गे, स्त्रीलिङ्गे तस्याः इति वदामः. तदेव अस्मिन् पुटे अस्ति, तावदेव. अत्र दशमे पुटे किमस्ति? कः वदति? गीता भगिनी भवती करोति वा? एतस्य नाम रामः, तस्य नाम कृष्णः, एतस्य नाम गणेशः, तस्य नाम आञ्जनेयः, एतस्य नाम शिवः, तस्य नाम बुद्धः, एतस्य एतस्य नाम रामायणं, तस्य नाम महाभारतम्. उत्तमम्. अत्र भवती एव वदतु, एतस्य इति किमर्थं सा महिला उक्तवती तत्र? अस्मिन् पुटे महिला अस्ति, सा वक्तो सा वदन्ती अस्ति, एतस्य इति पदं किमर्थं तस्य उपयोगः भवति? एतस्य इत्युक्ते मम पार्श्वे अस्ति, दूरे अस्ति चेत् तस्य. अत्र अत्र अस्मिन् पुटे महिलायाः पार्श्वे, समीपे अस्ति रामः. अस्मिन् पुटे महिला, तस्याः पार्श्वे रामः अस्ति, दूरे कृष्णः अस्ति. अतः सा वदति, एतस्य नाम रामः, तस्य नाम कृष्णः. कृष्णः. अनन्तरम् अत्र पुंलिङ्गपदानि कानि? हलो, अस्मिन् चित्रे, अस्मिन् पुटे पुंलिङ्गपदानि वदतु. रामः पुल्लिङ्गपद, रामः, गणेशः, शिवः, कृष्णः, आञ्जनेयः, बुद्धः. रामायणं नपुंसकलिङ्गं, महाभारतं नपुंसकलिङ्गं, महाभारतं नपुंसकलिङ्गं, पदद्वयमपि नपुंसकलिङ्गम्. अत्र आञ्जनेयः, अत्र पश्यतु भगिनी, आञ्जनेयः इति पदं कथमस्ति? तत्र लेखनशैलीं पश्यतु कथमस्ति. अत्र आञ्जनेयः तथा एव लेखनीयम्. यु आर् सपोज् टु रैट् आञ्जनेयः जस्ट् लैक् दट्. शैल्यां वैशिष्ट्यमस्ति अत्र. अत्र चवर्गी अन्तिमव्यञ्जनं लिखित्वा, चवर्गीय अन्तिम अनुनासिकव्यञ्जनं लिखित्वा तत्र जकारं लेखनीयम्. पश्यामि. अत्र पुंलिङ्गपदं, पुंलिङ्गपदानि सन्ति, स्त्री नपुंसकलिङ्गपदानि अपि सन्ति, परन्तु द्वयोः षष्टिविभक्तेः रूपं समानम्. समानं, तदेव अत्र मुख्यबिन्दुः. That is the important point here. तदेव एतस्य, तदर्थमेव एतस्य रामायणम्, एतस्य नाम रामायणं, तस्य नाम एषः पुल्लिङ्ग, एतत् नपुंसकलिङ्ग, एषः षष्टिविभक्तिः, विभक्तयः, षष्टिविभक्ति इस् एतस्य, एतत् षष्टिविभक्तिः अपि एतस्य. आम्, इत्युक्ते पुंलिङ्गपदस्य नपुंसकलिङ्गपदस्य द्वयोः षष्टिविभक्तेः रूपं समानम् इति अवगन्तव्यम् अस्मिन् पुटे. अनन्तरम् अत्र रामः, रामस्य चित्रमस्ति अत्र चित्रे, तत्र चापः अस्ति. चापः इत्युक्ते अत्र रामस्य चापः, कस्य चापः? रामस्य चापः. रामस्य चापः. अनन्तरं कृष्णः, तस्मिन् चित्रे वेणुः अस्ति, कृष्णस्य वेणुः. कस्य वेणुः? कृष्णस्य वेणुः. कृष्णस्य वेणुः तथा. अनन्तरम् आभागे, आभागे किमस्ति, कः पठति? रघुपति, रघुपति आचार्यमहोदय करोतु. एतस्य नाम उमा, तस्याः नाम गीता, एतस्याः नाम लीला, तस्याः नाम रमा. एतस्याः नाम लक्ष्मीः, तस्याः नाम सरस्वती. सरस्वती. अत्र पश्यन्तु, सर्वदा लक्ष्मीः इति वक्तव्यम्. यु आर् सपोज् टु कीप् विसर्ग एट् द एण्ड् आफ् लक्ष्मी. इट्स् ए युनीक् वर्ड् इन् संस्कृत. सदा सर्वदा लक्ष्मीः इति, लक्ष्मीः इति वदनीयं विसर्गेण सह, विसर्गेण सह वक्तव्यम्. अत्र आकारान्त, आकारान्तस्त्रीलिङ्गपदानि कानि महोदय वदतु? उमा, गीता, लीला, रमा. ईकारान्तस्त्रीलिङ्गपदानि सरस्वती, लक्ष्मीः विसर्ग, लक्ष्मी अपि ईकारान्त. सरस्वती अपि दीर्घ ईकारान्तः, लक्ष्मीः अपि दीर्घ ईकारान्त. इत्युक्ते विसर्गेण सह उच्चारणीयम्. किमर्थम् एतस्याः तस्याः इति वदामः? तयोर्मध्ये भेदः अस्ति वा? अस्ति चेत् किम्? अस्ति. एतस्याः इत्युक्ते यदि कापि महिला समीपे अस्ति चेत् एतस्याः, एतस्याः शब्दस्य उपयोगं कुर्मः. यदि दूरे अस्ति चेत् तस्याः स्त्रीलिङ्गे तस्याः इति शब्दस्य उपयोगं वयं कुर्मः. उत्तमं, तदेव तावदेव. मम एकः प्रश्नः अस्ति भगिनि. वदतु भगिनि. भवत्याः नाम किम्? मम नाम लक्ष्मीः. ओके, धन्यवादः. तथा एव वक्तव्यं. सर्वदा विसर्गः तत्र उच्चारणीयं. वि शुड् प्रोनौन्स् दट् विसर्ग. इट् हेस् ए रूल् इन् ग्रामर् आल्सो, वै वि शुड् कीप् विसर्ग फर् लक्ष्मी. देर् इस् अ स्पेसिफिक् पाणिनीयसूत्रं देर्. But everybody doesn't say this, no? When you ask the name Lakshmi, and anybody having the name Lakshmi, even we never knew that until we started reading Lakshmi. I mean, Sanskrit. Bhagini. The very first day when I started learning from Swarup Mahodaya, he corrected me immediately. when I told my name, he corrected me immediately. That is the reason I am able to remember that. भगिनी, सूत्रं, सूत्रं किं भगिनि? नाम उच्यतां दृष्ट्वा वदामि भगिनि. अहं न आमृतवती. अहं पाणिनिव्याकरणे एव कक्षां गतवती इत्युक्ते किञ्चित् पृच्छामि. सूत्रमस्ति. आगामि कक्षां वदतु भगिनि. आं भगिनि. अनन्तरम् अत्र किं वदामि, अत्र अत्र वयम् अस्मिन् पुटे षष्ठीविभक्तेः उपयोगं कथं कुर्मः इति षष्टिविभक्तेः उपयोगं कृत्वा वाक्यानि रचयामः. अत्र वयं किञ्चित् अभ्यासं कुर्मः. सर्वदा षष्टिविभक्तिः यत्र सम्बन्धः अस्ति तत्र षष्टिविभक्तेः उपयोगः भवति. अन्येषु स्थलेषु अपि षष्टिविभक्तेः उपयोगं कुर्मः, परन्तु अत्र केवलं सम्बन्धषष्टि इति वदामः, सम्बन्धवाचकषष्टि इति वदामः. अत्र किञ्चित् मौखिकाभ्यासं कुर्मः. यथा रामः दशरथः, राम दशरथयोः मध्ये सम्बन्धः अस्ति. अत्र रामः कः इति वदामश्चेत् उत्तरं किं भवति? रामः दशरथस्य पुत्रः. उत्तमं, तथा एव कानिचन वाक्यानि रचयामः अधुना. सुचित्रा भगिनी, भवत्याः कृते गणेशः शिवः, अनन्तरं रघुपति आचार्यमहोदय कर्णः सूर्यः, शोभा भगिनी अर्जुनः पाण्डुराजः, वंशी सुधा भगिनी कृष्णः वसुदेवः, गीता भगिनी रामः दशरथः, सतीशमहोदय कुमारः शिवः. कः वदति प्रथमतया? तयोर्मध्ये सम्बन्धः अस्ति, सम्बन्धषष्टि उपयुज्य अत्र वाक्यानि रचयामः. कर्णस्य पिता कः? कर्णस्य पिता सूर्यः. सूर्यस्य पुत्रः कः? सूर्यस्य पुत्रः कर्णः. कर्णः, कर्णः कस्य पुत्रः? कर्णः, कर्णः सूर्यस्य पुत्रः. कस्य पिता सूर्यः? कस्य पिता सूर्यः? कर्णस्य पिता सूर्यः. उत्तमम्. अनन्तरं कः वदति? तथा एव अभ्यासम् अभ्यासः भवति. अहं वदामि भगिनि. वदतु. कृष्णः वसुदेवस्य पुत्रः, वसुदेवः कृष्णस्य जनकः. वसुदेवः कः? वसुदेवः कृष्णस्य जनकः. अस्तु भगिनि. कृष्णः वसुदेवस्य पुत्रः. तदेव. कृष्णः कस्य पुत्रः? कृष्णः वसुदेवस्य पुत्रः. कस्य पिता वसुदेवः? कृष्णस्य पिता वसुदेवः. तावदेव. अनन्तरं कः वदति? अहं वदामि भगिनि. वदामि भगिनि. ओके. रामस्य जनकः दशरथः, दशरथस्य पुत्रः रामः, रामः तस्य पुत्रः, रामः दशरथस्य पुत्रः, दशरथः कस्य जनकः? दशरथस्य दशरथः रामस्य जनकः. उत्तमं, तदेव. अनन्तरं अर्जुनः पाण्डव अस्ति, अर्जुनः कुन्त्याः पुत्र अस्ति, कुन्त्याः पाण्डुराजः च पुत्र अस्ति, पाण्डवानाम् अर्जुनः कृष्णः वदति पाण्डवानाम् अहम् अर्जुनः. पाण्डवानाम् अर्जुनः. उत्तमम्. पाण्डुराजः इति वदामश्चेत् अकारान्तपदं भवति, यदि पाण्डुः इति वदामश्चेत् उकारान्तपदं भवति. पाण्डुः इति पदम् उपयुज्य वदतु भगिनि, पाण्डुः कः? पाण्डुः राजः. पाण्डुः अर्जुनस्य अर्जुनस्य पिता. अनन्तरं अर्जुनः कः? अर्जुनः पाण्डवस् पाण्डुराजस्य पुत्रः. उत्तमम्. अथवा अथवा कुन्त्याः पाण्डोः यः पाण्डः. सो पाण्डुः पाण्डोः पुत्रः. इत्युक्ते उकारान्तपदानां पदस्य षष्टिरूपं पाण्डोः भवति. यथा गुरुशब्दवत् गुरोः मम गुरोः नाम स्वरूपः तथा गुरोः अत्र पाण्डोः. अर्जुनः पाण्डोः पुत्रः. कस् भवती जानाति एव. अनन्तरं कः वदति? सतीशमहोदय, भवान् करोति वा? कुमारः शिवस्य पुत्रः. शिवस्य पुत्रः कः? शिवस्य पुत्रः कुमारः. शिवकुमारस्य पिता. पिता. अत्र पश्यतु, सर्वे पश्यन्तु, पिता इति सम्यक्, तत्र विसर्गः नास्ति. पिता इति पदम् अत्र, पिता इति पदं ऋकारान्तपदम्, हलन्त अजन्तपदं, परन्तु ऋकारान्तपदं. पितृ तस्य मूलरूपमस्ति पितृ. पितृ इति पदात् प्रथमविभक्तिरूपं पिता आगच्छति, तथा एव माता, तथा एव भ्राता. एतानि पदानि ऋकारान्तानि. वदतु महोदय. जनकः इति वदति भगिनी, सम्यक् एव अस्ति. जनकः स्त्रीलिङ्गे. जनकः इत्युक्ते पिता एव. जनकः इति पदस्य स्त्रीलिङ्गे किं वदामः? जननी. अत्र अनन्तरं वयं किञ्चित् अभ्यासं पुनः कुर्मः. अत्र काव्यं लेखकः इति अस्ति, महाभारतं व्यासः. सुचित्रा भगिनी, भवती कृतवती वा? सुचित्रा भगिनी, गणेशः कस्य पुत्रः? गणेशः शिवस्य पुत्रः. गणेशः कस्य पुस्तकं लिखामि? गणेशः महाभारतं पुस्तकं लिखामि. भगिनी, अत्र भवत्याः पदद्वयं किं? केन् यु टेल् मी द नेम् वर्ड्स् दट् ऐ गेव् यु? यु सेड् गणेशः. ऐ डोण्ट् गेट् दि अदर् वर्ड् भगिनी. ओ, गणेशः शिवः. Shivaha, okay. So I just assume no. Ganeshah and Shivaha. Okay, so Ganeshah kisya putraha? Kasya putraha. If I said who's kasya, okay. Okay, Ganeshah kasya putraha, Ganeshah Shivaha putraha, Shivasya putraha, okay. Shivaha kasya pitaha, शिवः गणेशस्य पितः. केन ऐ ट्रै अदर् थिङ्ग्स्? अत्र भगिनी, पिता इति पदं, पिता इति सम्यक् समीचीनं रूपं. वि आर् सपोस् टु से पिता. पितः नो, केन यु रिपीट् इट् फर् मी? ऐ डिडन्ट् हियर् यु. हौ एम् ऐ सपोस् टु से? अत्र पिता इति रूपं समीचीनं रूपं, पितः तत्र विसर्गः नास्ति. ओ, पिता अत्र पिता. यदि बहुवचने वदामश्चेत् एकवचने पिता, बहुवचने वदामश्चेत् पिता पितरौ पितरः, बहुवचने पितरः इति भवति, पिता इति पदं ऋकारान्तपदं, तस्य मूलरूपं पितृ तदा तत्र विसर्गः नास्ति. अतः गणेशस्य पिता शिवः. वदतु. गणेशस्य गणेशः कस्य पुत्रः? गणेशः शिवस्य पुत्रः. शिवः कस्य पिता? शिव गणेशस्य पिता. उत्तमम् उत्तमम्. अनन्तरं शोभा भगिनी, अहं वदामि महाभारतं व्यासः, वंशीसुधा भगिनी शाकुन्तलं कालिदासः, गीता भगिनी कादम्बरी बाणभट्टः, रघुपति आचार्यमहोदय रामायणं वाल्मीकिः, अनन्तरं सुचित्रा भगिनी अनन्तरं सुचित्रा भगिनी भवती अपि महाभारतं व्यासः एव करोतु. सतीश् महोदय व्यासः कस्य पुस्तकं रचितः? भगवान् व्यास क्रैसिस् ओके. व्यासः महाभारतं पुस्तकं रचित्, महाभारत भारतं या महाभारतस्य पुस्तकं रचित्? अत्र भगिनी वयं किं कुर्मः इत्युक्ते, प्रथमतया शोभा भगिनी भवती प्रदर्शयतु किञ्चित् यथा महाभारतस्य लेखकः कः. महाभारतस्य लेखकः कः? ओके. महाभारतस्य लेखकः कः? महाभारतस्य लेखकः महाभारतस्य लेखकः व्यासः. तथा एव व्यासः कस्य लेखकः, कस्य काव्यस्य लेखकः? व्यासः कस्य लेखकः? लेखकः व्यासः महाभारतस्य लेखकः. उत्तमं, तदेव. अनन्तरं कः करोति? कादम्बरी कस्य लेखकः? कादम्बरी बाणभट्टस्य लेखकः. तत्र तथा न भगिनि, भवती विपरीतक्रमेण उक्तवती. विपरीतक्रमेण उक्तवती. तत्र कादम्बरी, अत्र पश्यतु, कादम्बरी इति काव्यस्य नाम, बाणभट्टः तस्य लेखकः. लेखकः इति आथर्. ओके. बाणभट्टस्य कस्य लेखकः? बाणभट्टस्य काव्यं, बाणभट्टस्य काव्यं कादम्बरी. कादम्बरी. हौ डु यु आस्क् द क्वश्चन्? अस्य कस्य लेखकः बाणभट्टः. ओ सो कादम्बरी कथं वक्तव्यं? कादम्बर्याः. कादम्बरी, कादम्बर्याः. ओके. कादम्बर्याः लेखकः बाणभट्टः. उत्तमं. बाणभट्टः कः? बाणभट्टः कादम्बर्याः लेखकः. कादम्बर्याः लेखकः कः? कादम्बर्याः लेखकः कादम्बर्याः लेखकः बाणभट्टः. कस्याः लेखकः बाणभट्टः? क्षम्यतां भगिनि, कस्य लेखकः किमर्थं चेत् तत्र काव्यं कादम्बरी इति काव्यम्, अतः कस्य लेखकः? नपुंसकलिङ्गं. कस्य लेखकः? कादम्बर्याः लेखकः बाणभट्टः. उत्तमम्. अनन्तरं but when you say it you are saying kadambaryah, but when you are asking you are saying you should not ask it is only kasya. Kasya lekhaka kimartham tadha atra kadambari iti kavyasya nama atah kasya lekhakah banabhattah kadambaryah lekhakah banabhattah. Samyak bhagini kah vadati adhuna? अहं वदामि भगिनि. वदतु भगिनि. शाकुन्तलं लेखकः कः? शाकुन्तलस्य लेखकः कालिदासः. सम्यक् भगिनि. कस्य लेखकः कालिदासः? शाकुन्तलस्य रचना कालिदासः. लेखकः. कस्य लेखकः कालिदासः? शाकुन्तलं शाकुन्तलं रचनः कालिदासः. शाकुन्तलस्य लेखकः. शाकुन्तलमिति काव्यस्य लेखकः. उत्तमम्. अनन्तरं रघुपति भगिनि, महाभारतस्य लेखकः रचितः महाभारतस्य रचितः केन से दट् भगिनि रचितः व्यासः भगिनि. अत्र अहं चिन्तयामि रचितः नास्ति रचयिता रचयिता इति अहं चिन्तयामि रचयिता इति पदं सम्यक्. महाभारतस्य रचयिता व्यासः महाभारतस्य लिपिकारः वा लेखकः गणेशः गणेशस्य महाभारतं अत्र गणेशेन महाभारतं लिखितं. गणेशेन महाभारतं लिखितम्. इफ् ऐ वाण्ट् टु यूस् गणेशस्य महाभारतं गणेशस्य कथं वक्तव्यं गणेशेन महाभारतं लिखितं गणेशेन जानीमः. सः एव लिखितवान् गणेशः एव महाभारतं लिखितवान् अतः एव तत्र कर्मणि प्रयोगम् अपि समीचीनमेव गणेशेन महाभारतं लिखितं गणेशेन. अनन्तरं वदतु महाभारतस्य रचयिता कः? महाभारतस्य रचयिता व्यासः अथवा वयं ग्रन्थकर्ता महाभारतस्य ग्रन्थकर्ता कः? महाभारतस्य ग्रन्थकर्ता व्यासः. यदि पुंलिङ्गे वदामश्चेत् कर्ता ग्रन्थकर्ता इति वदामः. यदि स्त्री रचयति चेत् किं वदामः? महाभारतस्य ग्रन्थकर्त्री महाभारतस्य ग्रन्थकर्त्री का? महाभारतस्य ग्रन्थकर्त्री परन्तु सत्यं तत्तु सत्यं नास्ति. केवलं वदामि कर्ता इति पदस्य स्त्रीलिङ्गरूपं कर्त्री तथा एव. वदतु कस्य लेखकः व्यासः? महाभारतस्य लेखकः. उत्तमम्. अनन्तरं कः वदति? अहं वदामि भगिनि. वदतु महोदय. रामायणस्य लेखकः कः? रामायणस्य लेखकः वाल्मीकिः रामायणं केन रचितं या लिखितं रामायणं वाल्मीकिना लिखितं वाल्मीकेः रचितस्य ग्रन्थस्य नाम किं वाल्मीकेः रचितस्य ग्रन्थस्य नाम रामायणं तत्र वाल्मीकेः वाल्मीकेः रचना का वाल्मीकेः रचना का अथवा वाल्मीकेः ग्रन्थः कः वाल्मीकेः ग्रन्थः वाल्मीकेः ग्रन्थस्य नाम वाल्मीकेः ग्रन्थस्य नाम रामायणम् वाल्मीकिः रामायणस्य लेखकः कः रामायणस्य लेखकः वाल्मीकिः कस्य लेखः कस्य लेखकः वाल्मीकिः रामायणस्य लेखकः वाल्मीकिः तदेव वाल्मीकिः इति पदस्य षष्ठीविभक्तिरूपं किम् वाल्मीकेः काव्यस्य वाल्मीकेः काव्यस्य नाम रामायणम् वाल्मीकेः काव्यस्य नाम उत्तमं तदेव अनन्तरं कः कर्तुमिच्छति अस्ति वा कस्य क्रमः न आगतः डिड् आल् आफ् यू प्राक्टिस् आं भगिनि अनन्तरं तथा एव वयं पुत्रः जननी रामः कौसल्या रामः कौसल्यायाः पुत्रः तथा किञ्चित् कुर्मः केवलं शीघ्रं कुर्मः सुचित्रा भगिनी रामः कौसल्या रघुपति आचार्यमहोदयः लक्ष्मणः सुमित्रा शोभा भगिनी मया किञ्चित् कार्यमस्ति अहं विरमामि उत्तमं महोदय अनन्तरं शोभा भगिनी आञ्जनेयः अञ्जना गणेशः पार्वती गीता भगिनी अर्जुनः कुन्ती सतीशमहोदयः कृष्णः देवकी सुचित्रा भगिनी भवत्याः कृते दत्तवती वा नो चेत् भरतः कैकेयी वाक्यानि रचयन्तु कुर्वन्तु वदतु भगिनि कः वदति भगिनि वदतु रामः कस्य पुत्रः रामः कौशल्याः पुत्रः भरतः कस्य पुत्रः भरतः कैकेय्याः पुत्रः अत्र कैकेय्याः इत्युक्ते तत्र यकारं द्विवारम् आगच्छति यकारं द्विवारम् आगच्छति इत्युक्ते कैकेय्याः इति वदामः तथा एव अत्र कौसल्यायाः कैकेय्याः कौसल्यायाः किमर्थं तथा कौसल्याः रामः कस्य पुत्रः रामः कौसल्यायाः पुत्रः भरतः भरतः कस्य पुत्रः भरतः कैकेय्याः पुत्रः उत्तमम् अन्य कः वदति अनन्तरम् अहं वदामि अर्जुनः कुन्त्याः पुत्रः कुन्तेः पुत्रः आल्सो केन् से कुन्त्याः पुत्रः कुन्ति इस् ओन्लि जस्ट् कुन्ति या कुन्तिः कुन्ती तत्र विसर्गः नास्ति. ओ कुन्ती, ओके कुन्ती अर्जुनस्य माता. कस्य माता कुन्ती? अर्जुन कुन्ती अर्जुनस्य माता. कुन्त्याः पुत्रः कः? कुन्त्याः पुत्रः अर्जुनः. उत्तमं. हूस् हू या नो इफ् यु वाण्ट् आस्क् हूस् पुत्रः इस् अर्जुन. कस्य माता कुन्ती? कस्य माता कुन्ती? कस्य माता कुन्ती? अर्जुनः अर्जुनस्य माता कुन्ती. कस्याः पुत्रः अर्जुनः? कस्याः कस्याः पुत्रः? कुन्त्याः पुत्रः अर्जुनः. उत्तमं, तावदेव. कः करोति अनन्तरम्? अहं करोमि. कस्य कस्य पुत्रः आञ्जनेयः? अञ्जनाया अञ्जनायाः पुत्रः आञ्जनेयः. अञ्जना कस्य माता? अञ्जना आञ्जनेया आञ्जनेयस्य माता. अञ्जनायाः जनित्वा, केन् ऐ से ऐ एम् जस्ट् ट्रैङ्ग् ए न्यू वर्ड् जस्ट् टु फार् इन्फर्मेशन् भगिनि. अञ्जनायाः अञ्जनायाः जननाय नो जनित्वा आञ्जनेयः सम्यक् नास्ति. पुत्रः अत्र पश्यतु भगिनि, पुत्रः इति एकं पदमस्ति, तथा एव अपत्यम् अपत्यं पुमान् इति वदामः. अपत्यम् इत्युक्ते किड्स्. अपत्यं पुमान् अपत्यं स्त्री इति अपि वदन्ति, परन्तु अत्र पुत्रः पुत्रः इति वदतु. कोऽपि वदति वा पुत्रः इति पदस्य पर्यायवाचकपदानि कानि? केन् यु टेल् मी सम्? ऐ कुडन्ट् रिमेम्बर् सिनोनिम्स् फर् पुत्रः. स्मरणे नास्ति अतः पुत्रः. सुतं अनन्तरम् अनन्तरं कः करोति? वंशि सुधा भगिनी करोति वा कृतवती वा? भगिनि अहं मया न अदत्तं भगिनि. ओ प्रश्नः कृतवती. ओ गणेशः पार्वती. गणेशस्य माता पार्वती. पार्वत्याः पुत्रः गणेशः. कस्याः पुत्रः गणेशः? पार्वत्याः पुत्रः गणेशः. कस्य माता पार्वती? गणेशः माता पार्वती. गणेशस्य गणेशस्य माता पार्वती. उत्तमम् उत्तमं भगिनि. अनन्तरम् अत्र समयः जातः. अग्रिमे सप्ताहे भवन्तः सर्वे अत्र एकादशपुटे अभ्यासद्वयमस्ति. अभ्यासद्वयं सप्ते षष्टिविभक्तेः आधारेण वयं कुर्मः. सर्वे एकादशे पुटे अभ्यासद्वयं कुर्वन्तु गृहपाठरूपेण. अधुना समयः जातः, विरमाम. भगिनी किञ्चित् कक्षायां प्रथमः भगिनी एकं श्लोकः वदति, किञ्चित् जलपुटे ईमेल् मध्ये प्रेषयतु. बहु सम्यक् अस्ति. सर्वे कक्षा किञ्चित् भर्तुहरिवाक्यानि वदति. किञ्चित् अहं शृणोमि, परन्तु इदानीमेव किञ्चित् सर्वे मिलित्वा एकम् ईमेल् मध्ये प्रेषयतु भगिनि. उत्तमम्. ऐ विल् डू करोमि. धन्यवादः भगिनि, बहु सम्यक् अस्ति श्लोकः. अहमेव पठामि, किञ्चित् पुत्रिका अहं पाठयामि. ओ उत्तमं. धन्यवादः, धन्यवादः भगिनि. समापयामः. धन्यवादः. धन्यवादः. धन्यवादः.